गतवर्गे शत्रुप्रत्ययस्य विषये सुबन्तनिर्माणप्रक्रिया अस्माभिः अधीता. श्रूयते खलु? आम् महोदय, श्रूयते. श्रूयते. तत्र पुल्लिङ्गे नपुंसकलिङ्गे सूत्राणि कानि सन्ति, कुत्र नुमागमः भवति, कुत्र नुमागमः न भवति इति अस्माभिः सर्वं पठितम्. इदानीं क्षत्रिप्रत्ययस्य प्रक्रियायाम् अन्तिमपाठः अस्ति, तदनन्तरं सार्वधातुकप्रकरणं समाप्तम्. अतः अद्य अष्टम अध्याये अध्यायस्य वयं आरम्भं करिष्यामः, शत्रुशानचोः प्रक्रियाचिन्तनं. अस्तु, तर्हि अस्ति मदर् महोदय पठतु. आं महोदय, शत्रुशानचयोः प्रक्रियाचिन्तनम्. वस्तुतः यद्यपि सार्वधातुकप्रकरणम् इति नामकरणं प्रसिद्धं, किन्तु सार्वधातुकम् इति प्रक्रिया अस्ति, न तु प्रकरणं. यथा जानीमः, प्रकरणम् इति नाम्ना अष्टाध्याय्यां समानप्रकारसूत्राणि सङ्गृहीतानि सन्ति. अयं समानप्रकार सूत्र सङ्ग्रह एव प्रकरणम्. इत्संज्ञाप्रकरणम्, इदागमप्रकरणं, नुमागमप्रकरणं, नत्वप्रकरणम् इति अष्टाध्यायं प्रकरणानि. तत्र एकप्रकारसूत्रसङ्ग्रह एव दीयते, न तु पदनिर्माणप्रक्रिया. अष्टाध्यायम् एकस्मिन् प्रकोष्ठे एव एकमेव कार्यम् इति प्रकरणस्य लक्षणम्. प्रकरणम् इति प्रकरणम् इत्युक्ते समानप्रकारसूत्राणि एकत्र सङ्गृहीतानि सन्ति, तदेव प्रकरणं. यथा इत्संज्ञाप्रकरणम्, इदागमप्रकरणं, तदेव प्रक्रिया इति. एकस्मिन्नेव स्थले यदा बहूनि सूत्राणि एकस्मिन्नेव विषये समानसूत्राणि सन्ति, प्रकरणम् इति अस्ति. अष्टाध्यायम् इत्संज्ञाप्रकरणस्य कृते सूत्राणि एकस्मिन् स्थाने अस्ति, अतः इत्संज्ञाप्रकरणम् अस्ति, नुमागमप्रकरणम् अस्ति, खलु? अपि च अन्य अपि प्रकरणानि सन्ति. तर्हि समानसूत्राणि समानप्रकारसूत्राणां सङ्ग्रहः एव प्रकरणम्. तर्हि अष्टाध्याय्याम् अष्टाध्यायी प्रकरणव्यवस्थाद्वारा लिखिता अस्ति. प्रकरण तत्र सर्वत्र भिन्नभिन्नप्रकरणानि सन्ति, खलु? प्रक्रियाव्यवस्था नास्ति. सिद्धान्तकौमुदीमध्ये तु प्रक्रियाव्यवस्था अस्ति. नाम प्रक्रिया इत्युक्ते किम्? अग्रे पठतु. यत्र विभिन्नेभ्यः प्रकरणेभ्यः सूत्राणि स्वीक्रियन्ते पदस्य निर्माणार्थं, तत्र प्रक्रिया इत्युच्यते. विभिन्नेभ्यः प्रकारेभ्यः सूत्राणि पदनिर्माणार्थं सूत्राणि नीयते, तत् प्रक्रिया इति उच्यते. तत् स्टेप्स् इति पदनिर्माणार्थं, तथा च कर्तार्थकसारधातुकप्रत्यये परे यत्र कर्तृ शप् इत्यनेन शप् धातुगणम् अनुसृत्य शपं प्रपाद्य अन्ये अन्ये च विकरणप्रत्ययाः विधीयन्ते, यस्य फलं लटि, लोटि, लङि, विधि, लिङि, तिगन्तपदं, शत्रुशानसयोः च सुबन्धं सा तु प्रक्रिया एव पदनिर्माणविधिः. नूनं सारधातुकम् एका प्रक्रिया, फलं तिगन्तं सुबन्धं वा भवतु, प्रक्रिया उभयत्र समाना एव. तदन्तर्गते च चतुर्थः उपक्रियाः अजादिपित् हलादिपित् अजादि अपित् हलादि अपित्. प्रक्रिया इत्युक्ते भिन्नभिन्नसूत्राणि पदनिर्माणार्थं भिन्नभिन्नसूत्राणि नीयन्ते तत्रैव प्रक्रिया इति उक्तं तर्हि प्रकरणे सर्वाणि सूत्राणि समानसूत्राणि एकस्मिन् स्थले प्रक्रिया मध्ये तु पदनिर्माणप्रक्रिया एव अस्ति तत्र भिन्नभिन्नप्रकरणेभ्यः सूत्राणि आगत्य कार्यं कुर्वन्ति यथा तिङ्गन्तप्रक्रिया अस्ति सार्वधातुकतिङ्गन्तप्रक्रिया अस्ति सार्वधातुकसुबन्तप्रक्रिया अस्ति सत्यशत्रि तत्र प्रक्रिया अस्ति प्रकरणं नास्ति यतोहि सूत्राणि भिन्नभिन्नभागेभ्यः आगच्छन्ति अतः सा तु प्रक्रिया तत्रापि उपप्रक्रियाः कानि सन्ति उपप्रक्रियाः काः सन्ति अजादिपित् फलादि अपि अस्माभिः पठितं खलु अजादिपित् कृते प्रक्रिया भिन्ना फलादिपित् कृते प्रक्रिया भिन्ना अजादि अपित् कृते भिन्ना फलादि अपित् इति अस्तु धन्यवादः महोदय अग्रे मीना महोदय अग्रे सार्वधातुकप्रक्रियायां यत्र यत्र प्रत्ययः अजादिपित् तत्र तत्र एकप्रकारकं कार्यं भवति तच्च कार्यं कुत्रापि भवति कार्यम् एकमेव तद्वत् हलादिपित् अजादिपित् हलाद्यपित् एवं च सार्वधातुकप्रक्रिया प्रक्रिया एका एव तस्यां च चतस्रः उपप्रक्रियाः यदि सार्वधातुक प्रक्रियायाम् अस्ति चेत् तत्र चतस्रः प्रक्रिया अस्ति तत्र अजादिपित् हलादिपित् अजादि अपित् हलादि अपित् इति चतस्रः कार्यम् अस्ति तत्र प्रक्रिया समानमेव किल प्रक्रिया समानमेव परन्तु सार्वधातुकप्रिया प्रक्रिया एका सार्वधातुकप्रक्रिया इति एका एव तत्र उप चतस्रसः भिन्नः अस्ति अजादिपित् अलहलादिपित् अजादि अपित् अहलादि अपित् इति सार्वधातुकप्रक्रियायां चतस्रः उपप्रक्रियाः सन्ति इति कथं जानीमः किं प्रमाणम् इदं वर्गीकरणं पाणिनिना सिद्ध्यति सूत्रभेदेन त्रयाणां निमित्तं दृष्ट्वा चतस्रः प्रक्रियाः स्फुटाः भवन्ति सूत्राणां निमित्तं दृष्ट्वा चतस्रः प्रक्रियायाः स्फुटाः भवन्ति यथा स्नाभ्यस्तयोः आतः कितिङिति सार्वधातुकप्रत्यये परे अङ्गस्य स्नाभ्यस्तयोः आतः लोपः ङिति सार्वधातुके किन्तु तत्र सार्वधातुकप्रत्यये परे किन्तु ई हल् अगोः इत्यस्मिन् हलि किति ङिति उच्यते अङ्गस्य स्नाभ्यस्तयो आतः ई ङिति हलि सार्वधातुके अघोः यस्मात् स्नाभ्यस्तयोः आतः इत्यस्य केवलम् अजादि किति ङिति भवति अनेन अजादि अपित् हलादि अपित् इत्यनयोः उपप्रक्रिययोः प्रमाणं सिद्धं पाणिनेः सूत्रैः एव सिद्ध्यति सूत्रैः एव वयं ज्ञातुं शक्नुमः तत्र उपप्रक्रियाः काः यतोहि अत्र लिखितमस्ति स्नाभ्यस्तयोरातः किं वदति सूत्रम् अपित् अपकित् नित् इति च अपित् अपित् अस्ति चेत् आकारस्य लोपः अपि च अग्रे किम् ई हल्यघोः हलादि अपित् अस्ति चेत् ईत्वम् आहत्य हलादि अपित् अस्ति चेत् एका प्रक्रिया अजादि अपित् अस्ति चेत् अन्या प्रक्रिया तर्हि सूत्रैः एव वयं ज्ञातुं शक्नुमः यत् किमस्ति भेदाः कः कः किं प्रक्रिया किं किं सोपानं किं प्रक्रिया स्वीकरणं इति अग्रे तदा उतो वृद्धिर् लुकि हलि उतो वृद्धिर् लुकि हलि इति हलिपिति भवति इदानीं हलिपिति उतः अङ्गस्य वृद्धिः लुकि हलिपिति सार्वधातुके न अभ्यस्तस्य नाभ्यस्तस्य अचि पिति सार्वधातुके अचिपिति इदानीम् अचिपिति भवति अभ्यस्तस्य अङ्गस्य लघूपदस्य गुणः न अचिपिति सार्वधातुके आभ्यां सूत्राभ्याम् उतो वृद्धिर्लुकि हलि अपि च नाभ्यस्तस्य अचिपिति सार्वधातुके आभ्यां सूत्राभ्यां हलादिपित् अजादिपित् इति निमित्तं दृश्यते चतुर्भिः सूत्रैः प्रमाणमस्ति यत् हलादिपित् अजादिपित् हलाद्यपित् अजाद्यपित् इत्येभ्यः चतुर्भिः चतस्रः पृथक् प्रक्रियाः निष्पन्नाः तादृशम् अत्र स्नाभ्यस्तयोः ईहल्लयोः यत्र अजादि अपित् हलादि अपित् सूत्रस्य प्रसक्तिः अस्ति तत्र इदानीम् अजादि अपित् हलादि अपित् उतो वृद्धिर्लुके हलि अपि च नाभ्यस्तस्य चीपति पिति सार्वधातुके इति सूत्रेण प्रक्रियाः निष्पन्नाः भवति तावदेव महोदय अत्र अत्र सूत्रस्य महत्वम् अत्र केवलम् अस्ति यत् सूत्रे निमित्तं दृष्ट्वा वयं ज्ञातुं शक्नुमः यत् उपप्रक्रियाः सन्ति अजादि अपि हलादि अपि अजादिपि हलादिपि इति एव अस्तु तर्हि अग्रे अन्यच्च समापयतु अन्यच्च मूलरूपेण अन्यच्च मूलरूपेण सार्वधात्कप्रक्रियायाः द्वौ विभागौ यत्र अङ्गम् अदन्तं पुनः यत्र अङ्गम् अनदन्तम् अयं भेदः अपि सूत्रनिमित्तम् अवलम्ब्य सिद्ध्यति यथा आनेमुक् इत्यस्य निमित्तम् अदन्तम् अङ्गम् अतः अङ्गस्य मुक् आने इति अग्रे वक्ष्यमाणम् तत्रापि अस्माभिः तिङन्तप्रकरणेपि दृष्टं खलु अदन्त अङ्गम् अस्ति चेत् सूत्राणि भिन्नानि सन्ति अनदन्तं चेत् तर्हि आहत्य सूत्रं दृष्ट्वा सूत्रे एव सर्वमस्ति किमपि बहिः न आगच्छति सूत्रे एव सर्वमस्ति अस्तु धन्यवादः महोदय अग्रे विजया महोदय शानच् आं महोदय नमस्कारः शानच् अधुना शानच् प्रत्ययः कीदृशः अनुबन्धलोपे आन अवशिष्यते शानच् इत्यनेन अयं प्रत्ययः शित्वात् सार्वधातुकः अजादिः अपित् च इति कृत्वा अजादि अपित् सार्वधातुकः सार्वधातुकप्रक्रियायां यत्र यत्र अजादि अपित् इत्यस्य कार्यं प्रवर्तमानं तच्च कार्यम् एकप्रकारकं समानं च यतोहि निमित्तम् अजादि अपित् अजादि इति अतः येषां सूत्राणाम् अजादि अपित् इति निमित्तं तेषां प्रसक्तिः अतः तिङ्गस्य क्षेत्रे यत्र तिङ्प्रत्ययः अजादि अपित् तत्र यादृशकार्यं भवति तादृशम् एव कार्यं भवति आण इति प्रत्ययं निमित्तीकृत्य न कोऽपि भेदः अत्र किमस्ति चेत् शाणच् इति स्वीकुर्मः चेत् अत्र चकारः हल् अन्त्यमस्ति अत्र हलन्त्यम् इति सूत्रेण अनन्तरं तस्य लोपः इत्यनेन इत् भवति अनन्तरं शाणच् शकारः लशपतति इत्यनेन अपगच्छति आ एव तिष्ठति, इदानीम् अनुबन्धलोप अनन्तरम् आन एव अवशिष्यते. अयं प्रत्ययः शित्वात् सार्वधातुकः अस्ति अत्र. अजादि अपि च कृत्वा अपित् अस्ति गुणनिषेधः ज्ञन्ति च इत्यनेन. अनन्तरम् अजादि अपित् सार्वधातुकः इत्यपि अस्ति. सार्वधातुकप्रक्रियायां यत्र यत्र अजादि अपित् इत्यस्य कार्यं प्रवर्तमानं तच्च कार्यम् एकप्रकारं समानं च. किमर्थं चेत् अत्र निमित्तम् अजादि अपित् एतत् समानमेव. सूत्राणाम् अजादि अपित् इति निमित्तं तेषां प्रसक्तिः भवति अपि. अत्र अजादि अपित् इत्युक्ते अत्र गुणनिषेधः भवति. अतः तिङन्तक्षेत्रे यत्र तिङ् प्रत्ययः अजादि अपित् तत्र यादृशं कार्यं भवति तादृशमेव कार्यं भवति. आन इति प्रत्ययं निमित्तीकृत्य न कोऽपि भेदः. आन अनन्तरं आने मुख् पूर्वमेव दृष्टवन्तः आने मुख्. इदानीं मुख् मुगागमः भूत्वा गम्यमानः तादृशं भवति खलु. अत्र उपरि अस्ति खलु यथा आने मुख्. अस्तु महोदय. नाम तत्र किमपि यथा शत्रिप्रत्ययः शित् अस्ति, सार्वधातुक अस्ति, अपित् अस्ति, तथैव आन आनप्रत्ययापि शित्वात् सार्वधातुकमस्ति, अपित् अपि अस्ति. अतः अजादि अपि कृते यानि यानि कार्याणि सन्ति यत् यानि अस्माभिः तिङन्तप्रकरणे अस्माभिः पठितानि तानि सर्वाणि अत्र अपि आनच् कृते अपि शत्रि कृते अपि सर्वकृते भवन्ति. किमपि भेदः नास्ति इति एव. अग्रे पठतु. एतादृशम् एतदर्थं तिङन्तकृदन्तयोः प्रक्रियादृष्ट्या वैविध्यं नास्ति. तिङन्तक्षेत्रे यत्र प्रत्ययः अजादि अपित् कृदन्तक्षेत्रे यत्र प्रत्ययः अजादि अपित् उभयत्र कार्यं समानं, प्रक्रिया अपि समानमेव इति. अत्र प्रक्रिया समाना इत्यनेन किं विवक्षितं? तिङन्तस्य तिङन्तपदव्युत्पत्तिः कृदन्तस्य प्रातिपदिकव्युत्पत्तिः उभयत्र साम्यम्. ततः अग्रे यदा कृदन्तप्रातिपदिकात् सुबन्तं भवति तत्र सुबन्तप्रक्रिया पुनः भिन्ना. किन्तु अत्र अस्माकं कृदन्तचिन्तनं नाम कृदन्तप्रातिपदिकनिष्पादनं, तस्य च पद्धतिः, सा च प्रक्रिया सार्वधातुक तिगन्तप्रक्रिया च समाना निमित्तकत्वात्. अत्र वदतु महोदय. अत्र प्रक्रिया समानमेव. कृदन्तपदमस्ति अपि अनन्तरं तिगन्तपदमस्ति चेत् अत्र व्युत्पत्तिः, अनन्तरं अत्र धातुप्रक्रिया, अनन्तरं तिङन्तं योजनेन किं भवति? एतत् कृदन्तप्रातिपदिकस्य अत्र प्रातिपदिकमस्ति, अनन्तरं कृदन्तं योजनेन व्युत्पत्तिः. यत्र उभयत्र तिङन्तमपि अनन्तरं कृदन्तमपि उभयत्र साम्यमेव, कार्यं समानमेव. अतः तत्र अस्माकं कृदन्तचिन्तनं नाम कृदन्तप्रातिपदिकनिष्पादनं, तस्य च पद्धतिः, एतत् कृदन्तप्रातिपदिकम्, अनन्तरम् अन्त तिङन्तप्रातिपदिकं वेरि अत्र वेरि किम् अस्ति, तिङन्तप्रक्रियायां किञ्चिदेव कार्यं भवति, परन्तु कृदन्तप्रक्रियायां कृदन्तप्रातिपदिकं चिन्तनं भवति एव. अत्र सा च प्रक्रिया सार्वधातुकतिङन्तप्रक्रिया च समाना. अत्र कार्यं किम् कार्य उत्पत्तिसमये प्रक्रिया समानम् एव इति तत्र दत्तं महोदय. नाम तिङन्त अपि च कृदन्त तत्र दृष्ट्वा ओ प्रक्रिया भिन्ना भवेत् इति किमपि नास्ति. प्रक्रिया समाना अस्ति. तिङन्तप्रक्रियायाम् अजादि अपि कृते यानि यानि सूत्राणि सन्ति, यानि यानि कार्याणि सन्ति, कृदन्तप्रक्रियायां प्रातिपदिकनिष्पादनार्थं तानि एव सूत्राणि सन्ति खलु. परन्तु भेदः केवलमस्ति तिङन्तपदे सूत्राणि यत् सन्ति तानि तेभ्यः सूत्रेभ्यः साक्षात् पदनिर्माणं भवति. कृदन्तेषु तु अस्माकं लक्ष्यमस्ति प्रातिपदिकनिर्माणं. तदनन्तरं सुबन्तनिर्माणप्रक्रिया भिन्ना अस्ति, तत्तु भिन्नविषयः. परन्तु प्रातिपदिकनिर्माणं तिङन्तपदनिर्माण इव प्रचलति. अस्तु, धन्यवादः महोदय। प्रश्नः अस्ति वा कस्यापि? धन्यवादः महोदय, नास्ति महोदय। रघुपतिमहोदय पठतु। अस्तु अग्रे। प्रथमगणसमूहः अदन्त अङ्गस्य रूपाणि, तर्हि शानप्रत्ययः इति यथा तथा तिङन्तस्य अदन्तक्षेत्रे तादृशप्रत्ययः कः? अङ्गम् अदन्तम् अस्ति चेत् आनेमुक् इत्यनेन मुक् आगमो भवति, मुक् योग आना इति माना इति, अनेन हलादि अपि प्रत्ययः भवति। तिङन्तस्य आत्मनेपद अस्य अदन्तक्षेत्रे ते प्रत्ययः अपि तथा हलादि अपि, अतः ते प्रत्ययपरे यत् कार्यं भवति तदेव कार्यं भवति मानप्रत्ययपरे इति अस्ति। तत्र अदन्तम् अङ्ग अनदन्त अङ्गम् इति तत्र वयं सार्वत्रिकप्रक्रियायां तिङन्त अवसरे वयं दृष्टवन्तः, तादृश अत्रापि भवति, तत्र कार्याणि भिन्नानि भवन्ति। अदन्तङ्गमस्ति चेत् तत्र मुखागमः भवति, अनन्तरं यदा मुखागमः भवति आन इति अदाज् अपि अस्ति, अनन्तरं क्षम्यतां तत्र मुखागमः अङ्गस्य एव भवति खलु, अतः मान इति अङ्गस्य एव खलु मुखागमः, न तु प्रत्ययस्य, अतः तत्र हलादि अपि न भवति खलु। तत्र हलादि तत्र तिङन्तस्य आत्मनेपदस्य अदन्तक्षेत्रे ते प्रत्ययः अपि तथा हलादि नाम अपि सत्यं मुखागमः वस्तुतः अङ्गस्य एव अस्ति, अङ्गस्य एव अस्ति, हलादि न भवति खलु, अदादि एव अपि अङ्गस्य एव अस्ति, परन्तु पश्यतु तत्र अदन्तम् अङ्गस्य भागः अस्ति, तदनन्तरं मकारः, तदनन्तरम् आन, तर्हि तत् अदन्त अङ्गस्य यः भागः अस्ति तस्य कृते तु मान एव एकप्रत्ययः भवति खलु इति चिन्तयितुं शक्नुमः। आम् आम् चिन्तयितुं शक्नुमः, परन्तु अङ्गस्य एव खलु तत्र मुक् आगमः, अङ्गस्य एव भवति मुक् आगमः, यतोहि आद्यन्तौ टकितौ इत्यनेन ककारः यत् अस्ति किट् अस्ति तत् अन्ते भवति, यत्र आगमः तस्य आगमस्य एव भागः भवति इति तु सत्यमस्ति। अतः भवान् यः वदति तर्हि तत् मुकागमः वस्तुतः मकारः यत् अस्ति तत् अङ्गस्य भवेत्, परन्तु प्रक्रिया हलादि अपि इव भवति, प्रत्यय तु आन एव अस्ति परन्तु प्रक्रिया हलादि अपित् एव भवति, अपित् यतोहि पित् नास्ति, हलादि इत्युक्त मकारयोजनेन यद्भवति तथा। तर्हि यदि अङ्गस्य भागः इति चिन्तयित्वा कार्यं कुर्मः तर्हि कोऽपि भेदः भवति वा फले? न भवति महोदय, तत्र अङ्गस्य भागः अस्ति भवति, अदन्तमङ्गमस्ति खलु तत्र, अदन्तमङ्गमस्ति इति कृत्वा अदन्तमङ्गमस्ति तत्तु सत्यं, तत् तथैव आनेमुक् इत्यनेन मकारः आगच्छति, परन्तु यदि अहं चिन्तयामि यत् प्रत्ययः आन अस्ति तु अङ्गम् एधम् अस्ति, तर्हि नाम अङ्गं मकारान्तम् अस्ति चेत् किमपि भेदः भवति वा? न व्यक्तवरातः इत्यनेन आकारस्य लोपः भवति, तत् साम्यक्तवरातः इत्यनेन अजाजि प्रत्यये कित्नित् प्रत्यये परे खलु साम्यक्तवरातः, आं सत्यं, परन्तु तत्र मान इति भवति इति लघोः इत्यस्य कार्यं भवति खलु महोदय, कस्य कार्यम् इति पश्यतु, अत्र स्नाभ्यस्तव रातः इत्यनेन तत्र क्षम्यतां तत्र क्षम्यतां तत्र स्नाभ्यस्तव रातः इत्यनेन अत्र आकारस्य लोपः भवति, अजादि कित्नित् प्रत्यये परे इति अस्ति, इदानीम् ई हल्लेगो वदति अज ई हल्लेगो वदति हल्लेगो वदति हलादि अस्ति चेत् तत्र ईत्वं भवति, तर्हि मान इति हलादि इति स्वीकुर्मः चेत् तत्र दोषः भवति खलु, अत्र श्ना अस्ति अथवा अभ्यस्त अस्ति चेत् आकारान्तम् अस्ति खलु, अदन्तं नास्ति एव, मकारः नागच्छति एव, न तत्र आकारस्य लोपः भवति, कुत्र भवति इति लोपः भवति कित्नित् प्रत्यये परे, तस्य अपवादः अस्ति ई हल्लेगो इति, परन्तु तत् कुत्र भवति, श्नाभ्यस्य वरात खलु, आकारान्तमङ्गं भवेत् खलु तत् आकारान्तं भवति महोदय तत्र कार्यं भिन्नमस्ति खलु अजादि आकारान्तमङ्गं भवति चेत् आनिमुक् भवति एव न आनिमुक् केवलम् अदन्तमङ्गं कृते अस्ति आमामां सत्यं सत्यं खलु सत्यम् आमां तर्हि अदन्तमङ्गम् अस्ति चेत् मकारः अङ्गस्य भागः अथवा प्रत्ययस्य भागः इति यदि वयं चिन्तयामश्चेत् फलभेदः भवति वा इति कुत्रापि इति अहं चिन्तयामि नास्ति चेत् आमां सत्यम् अत्र सौलभ्यार्थम् आनय इति स्वीकर्तुं शक्यते अग्रे लिखितमस्ति सौकर्यार्थं तर्हि प्रायः भेदः न भवति इति चिन्तयित्वा फलादि अपि इव वयं कार्यं कर्तुं शक्नुमः अस्तु परन्तु सत्यं मकारः अङ्गस्य भागः अस्ति अपि सत्य अस्ति संक्षेपे एधते ते स्थाने संक्षेपे एधते इति अस्ति एधते इति अस्ति एधते इत्यस्मिन् ते स्थाने मान इति तत्र एधमानः इति एधमान इति भवति सुबन्धप्रक्रियायाम् एधमानः एधमाना एधमानं परं तत्र महोदय एधमानम् अस्तु किमपि नास्ति अत्र सत्यम् एधमानः इति तत्र केवलं योजनेन भवति अन्यथा एधयोग आनः तत्र अस्तु एधमानः सम्यक् तत्र किमपि नास्ति मान इति स्वीकुर्मः चेत् किमपि क्लेशः नास्ति इति अस्ति ते इति यत् हलादि अपि अस्ति तस्य स्थाने तत्र मान इति योजयामश्चेत् तत्र रूपं भवति एव नाम अजन्त अङ्ग आत्मनेपदं हलादि अपि नाम ते प्रत्यय ते प्रत्ययस्य प्रे प्रत्यय पूर्वमस्ति चेत् यत्यत् कार्यं भवति ते प्रत्यये परे अस्ति यत् कार्यं भवति तदेव मानप्रत्यय कृते अपि भवति ते स्थाने मान करोतु इति एव अधुना किमपि नास्ति एधमान सेवमान सरलमग्रे बहु सरलमस्ति आमां सरलं भवति अतः न तत्र ज्ञातवान् आसीत् अस्तु अग्रे कित्वात् आद्यन्तौ टकितवित्तनेन महोदय तत्र सूत्रं किं ते ते स्थाने मानच् भवति इति सूत्रं किं न तथा नास्ति ते कृते तिङन्त प्रक्रियायां यथा कार्यं भवति तदैव कार्यं मानकृते अपि भवति इति एव ते स्थाने यतोहि अस्ति मान अपि हलादि अपि अस्ति अतः कार्याणि समानानि इदानीं हलादि अपि वत्स स्वीकरणीयं यदि मुख आगमस्य कृते अङ्गस्य अस्ति परन्तु प्रत्ययस्य भाग इति कृत्वा तत्र किमपि तत्र क्लेशः नास्ति सुलभः भवति प्रक्रिया इति इत्यनेन खलु अवगच्छति खलु महोदय मीना महोदय अवगतं महोदय अस्तु इदानीम् आनेमुक् पठतु महोदय नूतन अस्तु आनेमुक् इति कुत्र अस्ति एकनिमिषः महोदय आनेमुक् कुत्र अस्ति महोदय आनेमुक् इति एकनिमिष आनेमुक् अस्तु अदन्ताङ्गस्य मुग आगमः भवति आन् प्रत्यये आना प्रत्यये परे तावदेव खलु तत्र एकनिमिषं पूर्णपठतु तदेव अस्ति एकनिमिषः नूतनसूत्रमस्ति अतः पूर्णपठतु एकनिमिषं महोदय कुत्र अस्ति आने मुक् इति सप्तम अध्यायस्य द्वितीयपादस्य द्वशीतितमं सूत्रमस्ति अदन्त अङ्गस्य मुक् आगमः भवति आन प्रत्यये परे आन इति तत्र शानचित्ति इति अस्ति कोऽपि अन्य अस्ति वयं न जानामि आन प्रत्यये परे एव तत्र आन प्रत्यये परे तत्र मुखागमः भवति अङ्गस्य इति अस्ति शानस्य आं सत्यं तत्रापि भवितुं शक्नोति तर्हि शानच् प्रत्ययस्य अनुबन्धलोपे आन इति मुगागमः च अत्र नास्ति आन मुगागमः च अत्र नास्ति आन इत्येव तिष्ठति शानच् अजादि अपि तत्र द्वितीयगणसमूहः कुत्र पठति महोदय कुत्र पठति ओ अस्तु क्षम्यतां महोदय, तत्र अहम् अधः गतवान् आसीत्, तत्र अनदन्ताङ्गस्य अस्तु अदन्ताङ्गस्य मुखागमः भवति आनपत्ये परे, आने सप्तम्यन्तं मुक् प्रथमान्तं द्विपदमिदं सूत्रम् इति अस्ति अस्तु। अतो येयः इत्यस्मात् अतः इति विपरिणामेन षट्यन्तम् अनुवर्तते, अङ्गस्य इत्यस्य अधिकारः अनुवर्तिसहितसूत्रम् अतः अङ्गस्य मुक् आने इति, तत्र अतो येयः इति तत्र पञ्चमी अस्ति तत्र अस्य तत्र अतः इति षष्ठी विपरिणामं कृत्वा अतः अङ्गस्य मुखागमः इति अदन्तमङ्गस्य ह्रस्वकारन्तङ्गस्य मुखागमः भवति आन् आन आन प्रत्यये परे शानच् प्रत्यये परे, अपि च कोऽपि आन इति प्रत्ययः अस्ति चेत् भवति शानच् इति आन इति अस्ति, अतः तस्य मुखागमः भवति इति अस्ति कित्वा आद्यन्तौटगि इत्यनेन अनुबन्धलोपानन्तरम् आन प्रत्यये परे अस्ति चेत् अदन्त अङ्गस्य मुखागमः भवति, मुख् कुत्र भवति कित् अस्ति अतः अङ्गस्य अन्ते भवति इति। पठतु महोदय कित्वात्। कित्वात् आद्यन्तौ टकितौ इत्यनेन अदन्ताङ्गस्य अन्ते विधीयते, तत्र प्रक्रियायाः सौकर्यार्थं प्रत्ययस्य आदौ स्थापयामः। अस्तु अस्तु अत्र दत्तमस्ति किमर्थं तत्र प्रक्रियासौलभ्यार्थं तत्र मान इति स्वीकरणीयं तत्र प्रत्ययः तत्र किमपि सौलभः भवति इति कृत्वा अतः तत्र प्रथम एकवचने प्रथमवृषि एकवचने यदस्ति तदेव रूपं तस्य ते स्थाने तत्र मान इति योजयामश्चेत् तत् भवति इति दत्तं। तर्हि भवादिगणे दिवादिगणे सुधादिगणे चुरादिगणे च धातुविकरणप्रत्ययसंयोजने निष्पन्नम् अङ्गम् अदन्तम्, अतः येषु चतुर्षु धातुगणेषु समानचिन्तनम्। अस्तु तत्र भुवादिगणे वयं जानीमः शप् इति श अ इति भवति, दिवादिगणे य इति अकारान्तमङ्गम् अदन्तमङ्गं, सुधादिगणे अपि अदन्तं, चुरादिगणे अपि अदन्तम्, अतः तत् सर्वत्र आने मुक् इत्यस्य प्रसक्तिः, अतः मान इति प्रत्ययः भवति अस्माकं कृते शानप्रत्ययस्य कृते प्रातिपदिकस्य निर्माणकृते। अग्रे पठामि महोदय। यथा भुवादौ वृधु योग शप् इति अत्र वर्ध इति अदन्तमङ्गं भवति, अत्र शप् निमित्तीकृत्य वध इति वर्ध इति भवति, वर्धयोग मान इति तत्र अदन्तमङ्गमिति कृत्वा वर्धमान इति भवति, वर्धमानः वर्धमाना वर्धमानमिति त्रिषु लिङ्गेषु। दिवादौ जनीयोग शन् अत्र जन् इति एव अवशिष्यते, जन् योग यकार चर्य इति शन् इत्यस्य जन्य इति अस्ति, जा जने जा इत्यनेन तत्र क्षितिपरे क्षम्यतां तत्र जा इति आदेशः भवति, जन् योग अ इत्यत्र जा इति आदेशः भवति, जाय इति अङ्गम् अदन्तमङ्गं, तर्हि जायमानः जायमानः जायमाना जायमानं। तथैव सुधातौ ओलकी योग श इति अस्ति, अत्र ओकारस्य अपि च ईकारस्य लोपः भवति, लसि योग अ इति अस्ति, तर्हि तत्र स्तोहश्चु नाश्चुः इत्यस्य कार्यं भवति, लश्चि इति भवति, तदा जलां जश् इत्यनेन तत्र षकारस्य स्थाने जकारादेशे भवति, तत्र स्थानेन्तरतम् इत्यनेन तत्र जकारादेशे भवति, लज्ज इति भवति, लज्ज इति अङ्गं, तर्हि अदन्तमङ्गं लज्जमान इति भवति, तत्रषु लिङ्गेषु मानः माना मानम् इति। तथैव चुरादौ चुर्योग णिच् इदानीं निजन् तत्र स्वार्थे णिच् भवति, चोरि इति अङ्गं, चोरि इति इदानीं चोरियोग शप् चोरय इति अङ्गं भवति, चोरय योग तत्र अति अदन्ताङ्गमस्ति इति कृत्वा मानप्रत्ययं योजयामः, तर्हि चोरयमाणा चोरयमाणः चोरयमाणा चोरयमाणम् नत्वं भवति आं सत्यं ऋकारस्य रेफस्य कारणेन। अस्तु तर्हि पश्यतु किमपि कार्यं नास्ति, अस्माभिः अदन्तमङ्गं कृते हलादि अपि प्रत्यय कृते यानि यानि कार्याणि अस्माभिः पठितानि तदेव अत्रापि सन्ति, सूत्रं किमपि नास्ति, केवलम् आने मुख् तदेव वैलक्षणं, सार्वधातुकं सार्वधातुकप्रक्रिया तिङन्ते भवेत् कृदन्ते भवेत् समानम्। अस्तु अग्रे अदन्त अनदन्तमङ्गं मदर् महोदय। आं महोदय, द्वितीयसङ्ग्रहः अनदन्त अङ्गस्य रूपाणि. अत्र अङ्गम् अनदन्तं नास्ति, अतः अदन्तं नास्ति, अतः आनेमुक् न भवति. आनेमुक् अदन्त अङ्गस्य मुक् आगमो भवति आणप्रत्ययपरे. तर्हि चाणप्रत्ययस्य अनुबन्धलोपे आन इति मुक् आगमः च अत्र नास्ति. आन इत्येव तिष्ठति. आनदन्तम् अङ्गं चेत् आनेमुक् इति सूत्रं न कार्यं करोति. आन एव तिष्ठति अत्र. साणच् अजादि अपि सार्वधातुकः. अत्र साणच् इति यथा तथा तिङन्तस्य अनदन्तशेषे तादृशप्रत्ययः कः? आते लटि प्रथमपुरुषस्य द्विवचने यः प्रत्ययः. आते इति प्रत्ययः अजादि अपि आन अपि अतता प्रत्यया न आते प्रत्ययस्य न वा आनप्रत्ययस्य प्रक्रिया असि अपित् इत्यस्य अजादि अपित् इत्यस्य. यस्मात् यस्मात् धातोः आते प्रत्ययपरे यथा कार्यं भवति यथा च रूपं निष्पन्नं तथैव रूपमपि निष्पद्यते. अनन्तमङ्गमस्ति चेत् आनेमुक् कार्यं न करोति, अतः आन एव तिष्ठति. इदानीं प्रत्ययः अजादि अपि इव भवति. तर्हि तिङन्तरूपे तु सार्वधातुकम् आत्मनेपदी अनदन्त अङ्गानां कृते कः प्रत्ययः अस्ति अजादि अपि आते इति अस्ति प्रथमपुरुषद्विवचनं. तर्हि आते कृते यानि कार्याणि सन्ति तानि कार्याणि आन कृते अपि सन्ति, यतोहि उभयत्र अजादि अपि इति कार्यमस्ति इत्येव. नूतन किमपि सूत्रं नास्ति, नूतन किमपि कार्यं नास्ति. तर्हि तर्हि अङ्गम् अनदन्तं कुत्र? स्वादिगणे, तनादिगणे, क्रियादिगणे, रुदादिगणे, अदादिगणे, ज्योत्यगणे च. तत्र अनदन्तं स्वादौ शिनुयोगः आते शिन्वाते. अत्र मुक्न आगमः भवति, वर्णमेलनमेव सन्धिकार्यं करोति भवति. अङ्गकार्यमेव अस्ति. केन सूत्रेण? उष्णुवोः सार्वधातुके अग्रे अस्ति. शिनुयोगः आन चिन्वान चिन्वानः चिन्वान चिन्वानम् उष्णोः सार्वधातुके. हू धातुः च अनेकात् श्रुप्रत्ययान्तम् अङ्गं च तयोः असंयोगपूर्वस्य अङ्गान्तस्य उकारस्य स्थाने यन् आदेशः भवति अजादि सार्वधातुकप्रत्यये परे. तर्हि असंयोगपूर्वम् अत्र हू धातु अथवा श्नु, श्नु कुत्र अस्ति? श्नु कुत्र अस्ति? कस्मिन् गणे अस्ति? स्वादिगणे. स्वादिगणे यः धातुः अस्माभिः पठितम् असंयोगपूर्व अस्ति. उकारात् पूर्वं संयोगः नास्ति चेत् तत्र ओकारस्य स्थाने किं भवति? यण् आदेशः भवति. अतः यण् आदेशः भवति, अतः उकार चिनु मध्ये नकारः असंयोगपूर्व अस्ति, अतः उकारस्य स्थाने वकारः भूत्वा चिन्वान भवति. परन्तु संयोगपूर्व अस्ति चेत् किं भवति? केन सूत्रं कार्यं करोति? किं सूत्रकार्यं करोति? नाम अत्र शक्नु अस्तु दातु ब्रुवां शक्नु अस्ति. तत्र अचिष्णु धातु ब्रुवां, यतोहि शक्नु मध्ये अपिष्णु अस्ति, उकारः अस्ति, परन्तु संयोगपूर्व अस्ति, असंयोगपूर्व नास्ति. क्नु इति कन इति संयोग अस्ति खलु, अतः तत्र उकारस्य स्थाने यणादेशः न भवति. परन्तु अचिष्णु धातु ब्रुवां योर्यम् उवङ्ग उच्चेण उवङ्गादेशः भवति, रूपं भवति शक्नुवान् इति, चिन्वान् शक्नुवान्. अस्माभिः पठितं पूर्वं स्वादिगणे, अतः किमपि नूतनं नास्ति अत्रापि, केवलं रिविजन् अस्ति इति चिन्तयतु. तनादौ तनु योगः आते तन्वाते अत्रापि तनुयोगः आन तन्वान तन्वानः तन्वाना तन्वानम् अत्र सन्धिकार्यमस्ति कुष्णुः इति मूलं कार्यं न करोति अत्र धातुः अपि नास्ति श्नु अपि नास्ति खलु अत्र तनादिगणः अस्ति श्नु नास्ति अतः अत्र सामान्यसन्धिकार्यं भूत्वा कार्यं भवति भूत्वा इकोयनसि पठनीयं वा न कोयनसि महोदय क्रियादौ क्रीणा योग आते क्रीणाते क्रीणा योग आन क्रीणान क्रीणानः क्रीणान क्रीणानम् श्राव्यस्य आतः श्राप्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य लोपो भवति कितिनिति सार्वधातुकप्रत्यये परे अस्माभिः पठितं श्नाप् अस्ति अस्ति अग्रे च अजादि कित्निर् प्रत्ययपरे अस्ति चेत् अकारस्य लोपः भवति क्रीणामध्ये अकारस्य लोपः भूत्वा क्रीणयोगः आते क्रीणाते तथैव क्रीणयोगः आन् मध्ये अकारस्य लोपः भूत्वा क्रीणान् इति समानमस्ति धातौ अपि तथैव रुन्धयोगः आते पठतु रुद्योगः आते रुन्धाते रुद्योगः आन रुन्दान रुन्दानः रुन्दान रुन्दानम् अदादौ अपि अत्र रुद्योगः आन वर्णमेलमेव अस्ति खलु रुन्दान रुन्दानम् अदादौ शीं स्वप्ने इति धातुः शी योगः आते शे योगः आते श योग आय योग आते शय शयाते अत्र शीन् योगः आते शे गुण गुण भवति सिंह सार्वधातुके गुणः इति सूत्रेण अतः श योगः अय योगः आते शयाते नाम शीङ्ग सार्वधातुके गुणसूत्रं किं भवति पठितम् अस्माभिः शीङ् अङ्गस्य नाम शी स्वप्ने धातुः अस्ति तस्य गुणः भवति सार्वधातुकप्रत्यये कृते सर्वदा पित् अस्ति वा अपित् अस्ति वा सामान्यतया अपित् अस्ति चेत् गुणं न भवति खलु परन्तु शीङ् सार्वधातुकगुणे इति सूत्रेण सार्वधातुकप्रत्यये परे पित् अस्ति वा अपित् अस्ति वा तस्य सर्वदा गुणः भवति अतः अत्र यद्यपि प्रत्ययः अपित् अस्ति परन्तु गुणः भवति अतः शे योगः आते तदनन्तरं किं भवति यच याव इत्यनेन शयान् तथैव शयान् अस्तु धन्यवादः अग्रे सर्वे अवगच्छन्ति खलु किमपि नास्ति अत्र अग्रे मीना महोदय अदादौ स्वामि क्षम्यतां जुहोत्यादौ जुहोत्यादौ दा आते ददा आते ददाते दा आन ददान ददान ददान ददान ददानः ददाना ददानम् श्नाभ्यस्थयोरातः श्नाप्रत्ययस्य श्नाप्रत्ययस्य अभ्यस्तसंज्ञकधातोः च तत्र दा च आकारस्य लोपः भवति तत् भवति प्रथमं किं कितिङिति सार्वधातुकप्रत्यये परे अनुवृत्तिसहितसूत्रम् अङ्गस्य स्नाभ्यस्तयोः आतः लोपः कियति सार्वधातुके अतः यया प्रक्रियया आते विधीयते तया एव प्रक्रियया आन अपि विधीयते आते अपि च आन ते आते अते ओके सर्वत्र कार्यं समानमेव किमर्थं तथा यतोहि प्रक्रिया न आते पश्यति यतोपि प्रक्रिया न आते पश्यति न वा आन प्रक्रिया अजाद्यपि सार्वधातुकप्रत्ययं एव पश्यति. प्रक्रियायाः निमित्तं तदेव अस्ति अजादपित् सार्वधातुकः. यदि अजादि अपित् अस्ति चेत् प्रक्रिया समानः, किमपि प्रत्ययः आगच्छति. तदेव लक्षणं. केवलम् एकं विशिष्टं सूत्रं भवति ईदासः, नूतनसूत्रम् ईदासः, यस्य कार्यं केवलं सानच् प्रत्यये परे एव भवति. आस् ई आस् धातोः यदा सानजनरूपं निष्पद्यते तदा आन इत्यस्य स्थाने ईन भवति. आस् ओ आस् आन आस् ईन आसीन लटि आस्ते आसाते, किन्तु सानच् प्रत्यये आसीन एकमात्रः अपवादः. किमर्थम् ईदासः इति सूत्रम् आस उत्तरस्थानशब्दस्य आस उत्तरस्य आनशब्दस्य ईकारादेशो भवति. आदेः परस्य इति परिभाषासूत्रेण परस्य कार्यम् आदेः अलः इति कृत्वा ईकारादेशः सम्पूर्ण आनप्रत्ययस्य स्थाने न अपि तु आदिमवर्णस्य आकारस्य स्थाने. तत्र किमुक्तं तत्र आदेः परस्य इति परिभाषासूत्रेण परस्य कार्यम् आदेः ओके अलः इति कृत्वा अलः कुत्र कृतं तत्र अल इत्युक्ते वर्ण अल इति वर्ण इति ज्ञातं तत्र कुत्र उक्तं तत्र सूत्रस्य सूत्रे नास्ति सूत्रेण तत्र आदेः परस्य नाम ईद् आसः खलु आस् पञ्चम्यन्तमस्ति पूर्ण पठतु एकवारम् ओके आदेः परस्य इति परिभाषासूत्रेण परस्य कार्यम् आदेः अलः इति कृत्वा ईकारादेशः सम्पूर्ण आनप्रत्ययस्य स्थाने न अपि तु आदिमवर्णस्य आकारस्य स्थाने. ईत् प्रथमान्तम् आसः पञ्चम्यन्तं द्विपदमिदं सूत्रम् आने मुख् इत्यस्मात् आने इत्यस्य अनुवृत्तिः विभक्तिः विपरिमाणेन षष्ट्यन्तम् आनस्य अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् आसः अङ्गात् आनस्य ईत् तत्र किं न अवगतम् इति चेत् तत्र आदः परस्य इति परिभाषासूत्रेण परस्य कार्यम् आदेः अलः इति कृत्वा ईकारादेशः सम्पूर्ण आन ई न भवति परन्तु ईकारः आनप्रत्ययस्य स्थाने न अपि तु आदिमवर्णस्य आकारस्य स्थाने. तत्र किमपि सूत्रमस्ति किल आदिपरस्य खलु आद्यन्तौ टकितौ रूपेण वा अलोन्तस्य अलोन्तस्य निच्च आदेयपरस्य इति भवति तत्र न अनेकासि सर्वस्य खलु एतदेव चिन्तनं भवति वा भवत्या न अनेकासि सर्वस्य अत्र अनेकाल् अत्र अनेकवर्णस्य सम्पूर्णतया आनन भवति प्रथमवर्णस्य स्थाने एव आकारस्य स्थाने ईकार आदेशः भवति इति आदेः परस्य इति सूत्रं वदति न असः तर्हि किं पश्यतु ईद् आसः आसः पञ्चम्यन्तं खलु तर्हि आसः पञ्चम्यन्तम् अस्ति तत्र आने मुक् इति सूत्रात् आने इत्यस्य अनुवृत्ति विभक्तिपरिणाम भूत्वा आनस्य भवति तर्हि आसः पञ्चमी विभक्ति नाम आस धातु अनन्तरम् अथवा आस अङ्ग अङ्ग सारि धातु न आस अङ्गात् अनन्तरम् आन इति प्रत्ययः अस्ति चेत् आन प्रत्ययस्य स्थाने ई भवति ईत् मध्ये तकारस्य किमस्ति इत् संज्ञा ई नाम आस् अङ्ग अस्ति पञ्चम्यन्तं तदनन्तरम् आन इति प्रत्ययः अस्ति षष्ठी अपि आनस्य तर्हि आन प्रत्ययस्य स्थाने ई भवति इदानीं प्रश्नः उदेति ई कुत्र भवति कस्मिन् कस्य वर्णस्थाने भवति आकारस्य स्थाने नकारस्य स्थाने अकारस्य स्थाने सम्पूर्णवर्ण सम्पूर्णप्रत्ययस्थाने किम् अस्माभिः सामान्यतया पठितम् अलोन्त्यस्य अस्ति नाम सामान्यतया आदेशः अन्तिमवर्णस्य स्थाने भवति परन्तु षष्ट्याम् अस्ति षष्ठीनिर्देशः अस्ति चेत् अलन्तस्य इत्यस्य भवति पञ्चमी अस्ति चेत् आदेयप्तस्य भवति खलु तत्र सामान्यतया भवति तत्र अस्ति परन्तु अत्र किम् अस्ति अत्र ईदासः सूत्रम् आस अनन्तरं किमपि आगच्छति तस्य स्थाने करोतु इति भवति परकार्यं किमपि सूचयति खलु अत्र परकार्यं किमपि सूचयति सामान्यतया किमस्ति षष्ठीविभक्ति अस्ति सूत्रे तस्य स्थाने किमपि भवति अतः तस्य स्थानस्य अन्तिमवर्णस्य स्थाने आदेशः भवति परन्तु अत्र आस् इति तस्य किमपि नास्ति आस् मध्ये तु अत्र पञ्चमीविभक्ति अस्ति आस् अनन्तरं यत् आन प्रत्ययः अस्ति तस्य स्थाने करोतु नाम अनेन सूत्रेण परकार्यं किमपि अस्ति परकार्यस्य तत्र सङ्केतः अस्ति परकार्यस्य सङ्केतः यदा अस्ति तदा यत् आदेशः अस्ति तत् सम्पूर्णप्रत्ययस्य न अपि च अन्तिमवर्णस्य न परन्तु पर यस्य स्थाने कार्यं करणीयं तस्य आदिमवर्णस्य स्थाने आदेशः तर्हि आस अनन्तरम् आन प्रत्ययः अस्ति तस्य स्थाने ई करोतु परकार्यमस्ति अतः आन मध्ये प्रथमवर्णः यत् अस्ति आदिमवर्णः अस्ति आकारः तस्य स्थाने एव इकारः भवति कुत्र उक्तम् आदिमवर्णस्य आदेशः भवितव्यम् इति कुत्र उक्तम् लिखितमस्ति खलु अत्र परिभाषासूत्रं यथा अस्ति तथैव आदेः परस्य अपि अस्ति अस्माभिः बहुवारम् इति सूत्रं न पठितं यतोहि सर्वत्र तदा सामान्यतया अलोन्त्यस्य भवति परन्तु इदम् ईदासः इति सूत्रम् एकमस्ति यत्र आदेः परस्य कार्यं भवति यदि यत् महोदय अत्र यदि एतत् सूत्रं नास्ति चेत् आन इत्यस्य अन्ते भवितुम् अर्हति भवति स्म खलु अलोन्तस्य इत्यनेन तत्प्रबाद्य आदौ भवितव्यम् इति आदेः परस्य इत्यनेन एव भवति अतः आन तस्य भवति ईन अतः आस् योगः आन भवति आसीन एकमेव अपवादः एकः अपवादः अस्ति तस्य कृते ईदासः इति सूत्रम् ईदासः इति सूत्रस्य एकस्मिन्नेव स्थले कार्यं भवति सम्पूर्णव्याकरणे आगच्छति वा इति मुख मुख मुख मुखागमः अस्ति चेत् किम् अभविष्यत् तत्र मुखागमः अत्र भवितुं न शक्नोति खलु आस् इति अदन्तमङ्गं नास्ति मुखागमः केवलम् अदन्तमङ्गम् अस्ति चेत् भवति आस् अदन्तमङ्गम् अदादिगणे अस्ति वा आस् आस् अदादिगणे धातु अस्ति वा आस् इति आस् इति अङ्गमस्ति खलु महोदय तत् अदन्तमस्ति वा नास्ति सकारान्तमस्ति खलु अदादिगणीयधातुः अस्ति इति खलु महोदय अदादिगणीय वा आसीत् आम् अतः एव तत्र किमपि प्रत्ययः नास्ति अत्र विकरणप्रत्ययः नास्ति आसीत् अदादिगणि अतः लिखितमस्ति खलु राजा आसीन अस्ति राजा पीठासीन इति शब्दं श्रुतं खलु पीठासीन पीठासीन इत्युक्ते बैठा हुआ हिन्दी मध्ये अस्ति बैठा हुआ हुआ इत्युक्ते किं चाणक्य पीठासीन अस्ति पीठे आसीन इति पीठासीन यदा अहं जानामि न जानामि अहं हिन्दी मध्ये वदन्ति जनाः मञ्च् पर् आसीन् मञ्च् पर् आसीन् इति अस्ति महोदय आसीन इति हिन्दीभाषा अस्ति हिन्दीभाषामध्ये अपि अस्ति मञ्च् पर् आसीन् तत्र स्पीच् अस्ति खलु मञ्च् पर् आसीन् लोगो के लिए नमस्ते किमपि अस्ति आसीन् इति आसीन् इति भवति हिन्दीभाषायामस्ति हिन्दीभाषायामस्ति अवगच्छन्ति वा सर्वे आम् महोदय एक एव ईदासः इति तर्हि इदानीम् अस्माभिः बहुवारसीन् इदानीम् आसीन् तस्य निष्पादनं कथं भवति तदपि अस्माभिः इदानीम् अस्माभिः पठितम् ईदासः इति सूत्रमस्ति अड्वान्स् अस्ति खलु सर्वं ईदासीन् यदा यदि कोऽपि भवन्तम् अथवा भवतीं श्वः पश्यति पृच्छति यत् आसीनशब्दः कथं निष्पद्यते तस्य उत्पत्तिः का तर्हि भवान् अथवा भवती वक्तुं शक्नोति ईदासः इति सूत्रमस्ति केवलम् आसः एकस्मिन्नेव स्थले करोति वक्तुं शक्नोति अस्तु अग्रे मीनामहोदय पठति खलु मीनामहोदय अनेन सर्वाणि स्थानजन्तरूपाणि निष्पन्नानि देयं यत् तदानीं सार्वधातुकप्रक्रिया प्रवर्तनीया भवति तदा कर्तृके सार्वधातुकप्रत्ययः परो भवति तत्र च सार्वधातुकप्रक्रियायाः लक्षणम् इदं यत् धातुभ्यः कर्तर्तृकसार्वधातुकप्रत्यये परे कर्तरि शप् इत्यनेन शप् विधीयते तत्तद् धातुगणम् अनुसृत्य च शप् प्रबाद्य विकरणप्रत्ययो विधीयते तत्र सर्वं सार्वधातुकप्रक्रिया प्रवर्तनीया तत्र कर्तर्तृके सार्वधातुकप्रत्यये परे एव तदर्थं धातुगणप्रक्रिया धातुगण अनुसृत्य भवति अधुना सानच् प्रत्ययः न केवलं कर्तर्त्रे भवति अपि तु विवक्षानुगुण्येन कर्मण्यर्थेऽपि भवति कर्मण्यर्थे सति कर्तरि शप् इत्यनेन शप् न भवति तदर्थं च धातुगणानुगुण्येन अन्ये विकरणप्रत्ययाः अपि न विधीयन्ते अपि च सार्वधातुके यक् इत्यनेन यक् एव भवति सर्वेषां धातूनां यक् एव भवति भुवादौ पा धातोः कर्तर्तृके पिबति किन्तु कर्मणि सानचि पीयमानः तथैव जुहोत्यादौ दा धातोः ददाति किन्तु दीयमानः तत्र दकारः ईकारः किमर्थं भवति अहं विस्मरामि कुत्र ईकारस्य सूत्रं किं महोदय तत्र गुमास्ता गापा चलिसम् ईत् गुमास्ता यक् इति खलु यक् दीयते गीयते नीयते कर्मणि अपि अर्थे अस्ति कर्तृस्थके अपि अस्ति कर्तृस्थके अस्ति चेत् कर्तृशप् इत्यनेन विकरणप्रत्यय आगच्छति परन्तु कर्मण्यर्थी अस्ति चेत् कर्तृषकार्यं न करोति तत्र तत्र सार्वधातुके यक् इत्यनेन यकारः भवति, प्रत्यय भवति यान, तर्हि पायोगः तत्र पायोगः यकारः योगः आन, तत्र यकारः योगः आन, हा सारि क्षम्यतां, यकारः किं वदामि, क्षम्यतां, यकारः न यो यो, तर्हि किं भवति, सार्वधातुकप्रत्ययपरे यक् आगमः भवति, कस्य धातु अङ्गस्य, अङ्ग अस्ति पा, पा योगः य योगः आन, तर्हि पाययोगः आन, इदानीं पश्यतु य अदन्तमस्ति, अतः आने मुक् इत्यनेन पुनः आकारस्य मकारः भवति, पा योगः य योगः मान, इदानीं घुमास्थापा घुमास्था गापा जहाति सां हलि ईत् घुमास्था पा सूत्रं जहाति घुमास्था गापा जहाति घुमास्था गापा जहाति सां हलि इति सूत्रसङ्ख्या 6466 इत्यनेन आकारस्य इत्वं भवति पीयमान भूसञ्चिकनाम अङ्गाणां मा सा गा पा जहाति सा इत्येतेषां हलादौ मिति प्रत्यये परतः ईकारः आदेशः भवति दीयते तादृशं सम्यक् पा अस्ति सूत्रे पा अपि अस्ति पा अनन्तरं य अस्ति हलादि अस्ति अतः अकारस्य ईत्वं भवति पीय मान म किमर्थं भवति य अदन्तमस्ति अतः अकारस्य आनेमुक् इत्यनेन तत्र मकार आदेशः आगमः भवति पीयमान तथैव कर्मणि कर्मणि कर्मणि प्रयोगे अस्ति सानच् प्रत्ययः अग्रिमः तदेव खलु कर्मणि प्रयोगः तत्र वयं पठामः सम्यक् कुत्र पठामि द्वादौ पा धातोः कर्तत्वे पिबति किन्तु कर्मणि सानचि पीयमानः तथैव जुहोत्यादौ दा धातोः ददाति किन्तु दीयमानः क्रयादौ च क्रीणाति किन्तु क्रियमाणः अनेन विस्पष्टं भवति यत् कर्तृत्वे सार्वधातुकप्रक्रियायाः अवशात् धातुगणम् अनुसृत्य रूपभेदः पिबति ददाति क्रीणाति किन्तु कर्मणि न कर्मणि तत्र मुद्रणदोषमस्ति कर्मणि कर्मणि सानचि आर्धधातुकप्रक्रियावशात् धातुगुणम् अनुसृत्य रूपभेदो नास्ति पीयमानदीयमानक्रियमाणः आर्धधातुकप्रक्रिया किन्तु कर्मणि सानचि आर्धधातुकप्रक्रियावशात् धातुगणमनुसृत्य रूपभेदो नास्ति पीयमाने दीयमाने क्रियमाणः सर्वेभ्यः धातुभ्यः यक् भवति तदा यदा तदा प्रत्येक कर्मण्यर्थे अस्ति तदर्थे तदर्थं च कर्तृशप् न भवति सार्वधातुकप्रक्रिया च न भवति ओके अवगतम् इदानीं यत्र सार्वधातुक कर्मणि प्रयोगे सार्वधातुके यक् इति भवति तत्र गणमनुसृत्य न भवति पिबति ददाति क्रीणाति इत्येवं परन्तु दीयम् असानच् प्रत्ययः आगच्छति दीयमानः क्रियमाणः इति कर्तरिशप् इति प्रत्ययस्य प्रसक्तिः नास्ति इदानीं अवगच्छन्ति वा आम् महोदय आम् महोदय अस्तु अग्रे पठामः वा न महोदय अस्तु विजया महोदय अग्रे पठतु धन्यवादः अस्तु महोदय शत्रुप्रत्ययः कर्तृत्वकः शित्वात् सार्वधातुकः च एतस्मात् सार्वधातुकप्रक्रिया अत्र भवति अयं शत्रुप्रत्ययः अनुबन्धलोपे अत् इति एव भवति एतत् पूर्वमेव वयं दृष्टवन्तः अजादि अपीत् तिङन्तक्षेत्रे कर्तृत्वकः सार्वधातुकप्रत्ययं निमित्तीकृत्य यत् कार्यं भवति तदेव कार्यं अत्रापि भवति, नाम शपः विधानं वद् योगः अत् कर्तरि शप् इत्यनेन अकारः तिष्ठति खलु, एतत् सर्वं सर्वे जानीमः एतत् विषये। वत् वद् योगः शप् योगः अत् इदानीं वद् योगः आ योगः अत् वदत् इति अन्तिमरूपं। गणम् अनुसृत्य शपं प्रबाद्य विभिन्नविकरणप्रत्ययाः विधीयन्ते। दशगणाः सन्ति, यत्र यत्र शप् अस्ति तत्र कार्यं भवति, किञ्चित् स्थाने आर्धधातुकस्थाने शप् प्रबाद्य अन्यकार्यं भवति। ततः अग्रे शत्रुप्रत्ययः अजादि अपित् इति कारणेन अङ्ग अजादि अपित् प्रत्ययोः संयोजनं यथा भवति तिङन्तक्षेत्रे तदेव अत्र अपि कार्यं समानम्। शत्रु अजादि अपित् परस्मैपद तिङ् क्षेत्रे तादृशप्रत्ययः कः? लट्लकारस्य अन्ति इति प्रत्ययः समानः अजादि अपित्, अतः अन्तिप्रत्ययपरे यत् कार्यं भवति तदेव कार्यम् अर्त् प्रत्ययपरे भवति। शत्रुप्रत्ययः कृत् प्रत्ययः जि प्रथमपुरुष बहुवचने जि स्थाने अन्ति अति प्रत्ययौ तिङन्दौ तिङ्गौ अयं भेदः कृत् तिङ् इत्यनयोः अस्यां प्रक्रियायां नास्ति। अत् अति अन्ति इमे प्रत्ययाः प्रक्रियादृष्ट्या सर्वे समानाः, येन विधिना अति अन्ति च संयुज्येत संयुज्येते तेन एव विधिना अत् अपि। मुख्यमस्ति अजादि अपित् किं कार्यम् इति। अत्र उदाहरणरूपेण दत्तं, यदा द्वादिगणे नी धातोः अङ्गं नय इति भवति, नय योगः अन्ति, इदानीम् अतो गुणे इत्यनेन पररूपः एव आदेशः भवति, अत्र अतः वर्णमेलनेन अतो गुणे इत्यनेन पररूप आदेशः इत्यनेन नयन्ति इति अन्तिमरूपम्। एवमेव नय योगः अत् अतो गुणे अत्र अपि पररूपम् आदेशः भवति, अतः अन्तिमरूपं नयत् इति तत्र प्रातिपदिकं भवति। अत्र अति अत् अति अन्ति एतत् इमे प्रक्रियाय प्रक्रियादृष्ट्या समानमेव, अतः अत्र किञ्चित् उदाहरणरूपेण नयन्ति नयत् अत्र शत्रुप्रत्ययं योजनेन किं भवति, प्रथमपुरुष बहुवचने नयन्ति इति भवति, अनन्तरं प्रातिपदिकं स्वीकुर्मः चेत् अतो गुणे इत्यनेन अनन्तरं शत्रु इत्यनेन अतीव तिष्ठति, अतः प्रातिपदिकम् अन्ते अन्ततो गत्वा नयत् इति एव भयं भवति। अत्र इतोपि किञ्चित् वक्तव्यं चेत् भवान् वदतु महोदय। किमपि नास्ति, अस्माभिः पठितं यथा अन्तिकृते अजादि अपि अस्ति अन्ति, अन्तिकृते प्रश्निपदे यत् कार्याणि भवन्ति अजादि अपि, तथैव शत्रिमध्ये अत् कृते अपि भवति, यतोहि शत्रि अपि अजादि अपि प्रत्यय अस्ति। अस्माभिः पूर्णा पुनः पठितं, ततः पूर्वमपि पठितं शत्रि तु अस्माभिः, तदनन्तरम् अतो गुणे इत्यनेन परूपादेशः नयन्ति इति भवति। तर्हि किमपि नूतनम् अत्रापि नास्ति। प्रथमगणसमूहौ अदन्तमङ्गम् अस्माभिः रूपाणि पठितानि किमस्ति, अस्माभिः शत्रि तु बहुवारं पठितम् इदानीं, दिवादौ तुदादौ पुलिङ्गे नपुंसकलिङ्गे अस्माभिः पठितं, स्त्रीप्रातिपदिकमपि अस्माभिः पठितं, दुमागमः कुत्र भवति कुत्र न भवति अस्माभिः पठितम्। तर्हि वस्तुतः अग्रे नुमागमः व्यवस्था लिखिता अस्ति, सूत्राणि अपि सर्वाणि अस्माभिः पठितानि, तदनन्तरम् अदन्तमङ्गं सर्वम् अस्माभिः उगिदचां नपुंसकलिङ्गे नपुंसकात् च जशो अस्मा पुनः किमर्थं लिखितमस्ति, अत्र पुनः प्रायः रिविजन् अस्ति इति चिन्तयित्वा। तर्हि आची नद्योर्नुं स्त्रीलिङ्गे इति अस्माभिः पठितं सर्वम्, किमपि अत्र नूतनं नास्ति, केवलम् अत्र पुनरावलोकनमेव अस्ति। तर्हि अत्र अस्मिन् करपत्रे केवलं शानच् इति नूतनम् अस्ति, शत्रिकृते तु अस्माभिः सर्वं पठितम्। तर्हि अतः किं कुर्वन्ति कुर्वन्तु सर्वे, गृहपाठरूपेण शत्रिप्रत्ययस्य कृते अत्र यत् लिखितमस्ति करपत्रे तदेकवारं पुनः पठतु, नूतनं किमपि नास्ति, अतः चिन्ता मा करोतु, केवलं पुनः पठतु। प्रश्नः अस्ति चेत् अग्रिमरविवासरे पृच्छन्तु, परन्तु प्रायः प्रश्नः न भवेत् यतोहि अस्माभिः सर्वं पठितम्, अत्र केवलं पुनरावलोकनमेव अस्ति। एतत् पूर्वकरपत्रे आगतं खलु? समीचीनतया एतत् सर्वम् अभवत् एव, अतः पुनरावलोकनम् इति रीत्या एकवारं पुनः पठतु। प्रश्नः अस्ति चेत् पृच्छतु, बहु दीर्घकरपत्रम् अस्ति परन्तु नूतनं किमपि नास्ति अत्र। तर्हि अतः शानच् अपि च छत्री तस्य कृते प्रक्रिया यथा भवति अस्माभिः सर्वं पठितम्, अनेन सार्वधातुकप्रक्रिया अथवा सार्वधातुकप्रकरणं यत्किमपि वदतु समाप्तम्। तत्र तिङन्त अपि समाप्तं, शक्षारचपि समाप्तम्। इदानीं नूतनम् अस्ति आर्धातुकप्रकरणं, यत्र सार्वधातुकं नास्ति तत्र गणनिमित्तीकृत्य कार्यं न भवति, यतोहि गणभेदः नास्ति। तत्र प्रथमं तु वयं तादृश आर्धातुकप्रकरणं पठिष्यामः यत्र इडागमः न भवति, यतोहि इडागमचिन्ता चिन्तनं किमपि तत्र विशेषः बहु किमपि अस्ति। अतः सर्वप्रथमं वयं किं पठामः, प्रेणार्थकं निष्प्रत्यय, निजन्तरूपाणि कथं भवन्ति, तदनन्तरं कर्मणि अथवा भावप्रयोगः तत्र किमस्ति, तयक् भवति खलु, तयक् मध्ये अपि इरागमः न भवति, तदनन्तरं लुङ् लकारः कर्मणि भावः कथं भवति, तदनन्तरम् आशीर्लिङ्गमध्ये परस्मैपद कथं भवति, यङ् लुगन्त किमस्ति, यङ् यङ्गन्त अस्ति, एतत् सर्वं पठामः, तदनन्तरम् इरागमचिन्तनं भवति इति बहु दीर्घकार्यमत्र अस्ति। इदानीम् अग्रिमरविवासर आरभ्य आर्धशतकप्रकरणं पठिष्यामः। प्रश्नः अस्ति वा कस्यापि? न महोदय। न महोदय, अस्तु तर्हि धन्यवादः, शुभरात्रिः महोदय, नमस्कारः, धन्यवादः।